श्रीरस्तु गरुडपुराणं प्रथमोऽध्यायः मङ्गलाचरणं धर्मदृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः क्रतुकुसुमो मोक्षफलो मधुसूदनपादपो जयति नौनिधि रामसुधीरविरचिता अथ टीकाकारः समस्तग्रन्थमुद्घाटयन् हरिं स्तौति स्मरणाद्दुर्गतिहर्ता पूजनयज्ञेन सद्गतेर्दाता यः परया निजभक्त्या ददाति मुक्तिं समां हरिः पातु लक्ष्मीलता समाश्लिष्टं कौस्तुभस्तबकोज्ज्वलं स्वर्गापवर्गफलदं हरिं कल्पद्रुमं नुमः सारात्सारं समुद्धृत्य प्राचीनकृतसङ्ग्रहातु तत्र चेयं मया टीका यथा मतिवितन्यते अथ सारोद्धारकर्ता शिष्टसम्प्रदायानुसारेण मङ्गलमाचरति धर्मदृढेति अत्र वृक्षरूपेण हरिं निरूपयति मधुसूदनपादपो जयतीति यथा पादपो वृक्षः पद्भिः अधः प्रसृतशाखाभिः जलं पिबतीति पादपः तथैवायं मधुसूदनोऽपि पादप एव पद्भ्यां चरणाभ्यां पाति संसाराद् रक्षतीति पादपः संसारकूपपतितोत्तरणावलम्बं भवाद्रिपोतं वन्दे महापुरुषते चरणारविन्दम् इति भागवतवचनात् सोऽयं कीदृशः धर्मदृढः बद्धमूलः धर्मोऽत्र अमृतरूपो भगवद्धर्मः अद्वेष्टा सर्वभूतानामित्यारभ्य ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते श्रद्धधाना मत्परमाभक्तास्ते अतीव मे प्रिया इत्यन्तेन गीतायां द्वादशाध्यायान्ते अष्टभिः श्लोकैः भगवतोक्तः स एव दृढबद्धं मूलं यस्य इति अस्मद्देशभाषायां जडबन्ध इत्युच्यते अत्रायमभिप्रायः वृक्षो यथा दृढमूलो हि स्वस्थाने सुस्थिरो भवति प्रचुरतरपवनाद्युपद्रवैरपि ततः स्वस्थानान्नोन्मूलितत्वमुपयाति तथैवमपि भगवद्धर्मो हृदये सुनिश्चलो भवति मूर्च्छनादि प्रबलतरदुःखान्तरायैरपि भक्तहृदयान्नापयातीति तदुक्तं श्रीभागवते विसृजति हृदयं नयस्य साक्षाद्धरिरवशाभिहितोऽप्यघौह नाशः प्रणयरशनयाद्धृताङ्घ्रिपद्मः स भवति भागवतप्रधानोक्तः इति पुनः कीदृशः वेदस्कन्धः पुराणशाखाढ्यः वेदाः स्कन्धाः यस्येति पुराणान्येव शाखास्ताभिराढ्यः युक्तश्चेति अत्राप्ययं भावः वृक्षो यथा अतिविस्तृतस्कन्धः शाखा शाखाभिर्दूरतरोऽप्युपसमीप एव दृश्यते तथैवायमपि वेदपुराणैः प्रकृतिपूरुषयोः परोऽप्युपलभ्यते यथा च वृक्षः स्कन्धशाखाभिरेव उपसमागतानां बहुतरफलानि प्रददाति तथैवायमपि वेदपुराणैः तच्छ्रोतृवक्तॄणां धर्मार्थकाममोक्षफलानि प्रददाति यथा च वृक्षस्य शाखाः स्कन्धेभ्य एव निःसरन्ति अथ च तत्संलग्ना एव भवन्ति तथा पुराणान्यपि वेदोद्भूतानि तन्मिलितान्येव च सन्ति न तु तेभ्यः पृथक् इतिहासपुराणानि पञ्चमो वेद उच्यते इति वचनादिति पुनः कीदृशः क्रतुकुसुमः मोक्षफलः क्रतवः यज्ञा एव कुसुमानि यस्य मोक्षः फलं यस्येति अत्राप्ययमाशयः वृक्षाद्यथा कुसुमोद्गमानन्तरमेव फलप्राप्तिर्भवति तथा द्रव्ययज्ञाद्यनुष्ठानैः शुद्धान्तःकरणस्यैव ततो मोक्षफललाभो भवतीति किञ्च अनेन मोक्षफलदातापि मधुसूदनपादप एव नान्यः इत्यपि सूचितम् तदुक्तं देवैर्मुचुकुन्दं प्रति वरं वृणीष्व भद्रन्ते ऋते कैवल्यमस्य सः वरं वृणीष्व भद्रन्ते ऋते कैवल्यमद्य सः एक एवेश्वरस्तस्य भगवान् विष्णुरव्ययः इति एवं भूतो मधुसूदनपादपूजयति सर्वोत्कर्षेण वर्तते अत्रापि सर्वेभ्यो ब्रह्मादिभ्योऽप्यधिकतया वरीवर्तीत्यर्थः वृक्षो यथा वनस्य सर्वस्य महाकेतुरिव स्थितः इति निरूपणात् सर्ववृक्षेभ्यो अधिको भवति तद्वदिति इदमार्याच्छन्दः नैमिषे निमिषक्षेत्रे ऋषयस्य उनकादयः सत्रं स्वर्गाय लोकाय सहस्रसममासत एवं मङ्गलं कृत्वा इदानीं कथाप्रस्तावाय सूतशौनकसंवादम् अवतारयति नैमिष इति अनिमिषक्षेत्रे अनिमिषः श्रीविष्णुः अलुप्तदृष्टित्वात् तस्य क्षेत्रे नैमिषारण्ये ऋषयः सहस्रं समाः संवत्सराः अनुष्ठानकालो यस्य तत्सहस्रसमं सत्रं यज्ञम् आसत अकुर्वत किमर्थं स्वर्गाय लोकाय स्वर्गे गीयत इति स्वर्गायो हरिः स एव लोकः भक्तानां निवासस्थानं तस्मै तत्प्राप्तये एव न तु स्वर्गार्थं तस्य विनाशित्वेन तुच्छफलत्वादित्यर्थः तैकदा तु मुनयः प्रातर्हुतहुताग्नयः सत्कृतं सूतमासीनं तैकदा तु मुनयः प्रातर्हुतहुताग्नयः सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ऋषयौचुः प्रातःकाले हुता एव हुताः अग्नयो यैस्ते मुनयः दानमानादिभिः सत्कृतं सिंहासने च आसीनं सूतं इदं वक्ष्यमाणम् आदरात् पप्रच्छुः। ऋषय उचुः कथितो भवता सम्यग्देवमार्गसुखप्रदः इदानीं श्रोतुमिच्छामो यममार्गं भयप्रदम्। तथा संसारदुःखानि तत्क्लेशक्षयसाधनम् ऐहिकामुष्मिकान् क्लेशान् यथावद्वक्तुमर्हसि। ऋषिभिस्तु अस्मिन् समस्तग्रन्थे निरूपितस्य सद्गति दुर्गतिप्रदस्य धर्माधर्मस्य एक एव प्रश्नः कृतो भवति कथित इति द्वाभ्याम्। भवता बहुभिः पुराणैः निरूपितः इदानीमिति। तथा संसारदुःखादीन्यपि श्रोतुमिच्छाम इति पूर्वेणैव सम्बन्धः। तत्क्लेशक्षयसाधनं तैः संसारदुःखैः यः क्लेशः तस्य क्षयसाधनञ्च संसारदुःखानां क्लेशक्षयः केन साधनेन भवतीत्यपि श्रोतुमिच्छाम इत्यर्थः। सूत उवाच शृणुध्वं भो विवक्ष्यामि यममार्गं सुदुर्गमं सुखदं पुण्यशीलानां पापिनां दुःखदायकम्। यथा श्रीविष्णुना प्रोक्तं वैनतेयाय पृच्छते तथैव कथयिष्यामि सन्देहच्छेदनाय वः। अत्रोत्तरं श्रीभगवद्गरुडसंवादेन सूत उवाच शृणुध्वम् इति सुखदं पूर्वादिमार्गं दुःखदायकं दक्षिणमार्गमित्यग्रे वक्ष्यति। भगवद्वाक्यस्यातिप्रामाण्यात् संदेहो न कर्तव्यः इति भावः। कदाचित् सुखमासीनं वैकुण्ठे श्रीहरिं गुरुं विनयावनतो भूत्वा पप्रच्छ विनता सुतः। गरुड उवाच भक्तिमार्गो बहुविधः कथितो भवता मम तथा च कथितादेव भक्तानां गतिरुत्तमा। अधुना श्रोतुमिच्छामि यममार्गं भयङ्करं त्वद्भक्तिविमुखानां च तत्रैव गमनं श्रुतं सुगमं भगवन्नामजिह्वा च वशवत्तिनी तथापि नरकं यान्ति दिद्धिगस्तु नराधमान्। अतो मे भगवन् ब्रूहि पापिनां या गतिर्भवेत् यममार्गस्य दुःखानि यथा ते प्राप्नुवन्ति वै।